हलो सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्. प्रतिपदविधानषष्टि इति विषयं प्रवर्तमानमस्ति. तस्मिन् प्रथमसूत्रम् आसीत् ण्यो विदर्थस्य करणे. ण्या धातु अविदर्थार्थे इत्युक्ते ज्ञानविहित अन्यार्थे करणार्थे अस्ति चेत् तत्र षष्टिविधानं भवति किन्तु समासः न भवति इति एव अस्ति. ज्ञा अवितर्थस्य करणे शेषे षष्टिः इति अनुवृत्तिसहितसूत्रम् अस्ति. तस्य उदाहरणमासीत् सर्पिषः ज्ञानम्. अत्र ज्ञानम् इति सर्पिषः अवबोधनम् इति नास्ति. तत्र सर्पिषः करणार्थे अस्ति इति कृत्वा तत्र षष्टि सर्पिषः इति षष्टि भवति. ज्ञानं तस्य समासः न भवति. तदनन्तरम् अस्ति अधिकर्तत येषां कर्मणि इति सूत्रं. तत्र अधिकर्त इत्युक्ते अधिकर्त इत्युक्ते अधिक् इत्युक्ते स्मरण स्मरणार्थ धातूनाम् एवं दानगतिरक्षणेषु दया इति धातुम् एवम् ऐश्वर्यार्थे ईशा इति धातु त्रीणि धातूनि कर्मणि विवक्षायां शेषत्वेन षष्टि भवति. तत्रापि प्रतिविधानसूत्रं षष्टिसमासं निषिध्यते इति कृत्वा यत् पदं षष्टिविधानं भूत्वा समर्था भवति चेदपि तस्य निषेधः भवति. तत्र मातुस्मरणं सर्पिषदयनं सर्पिष ईशनम् इत्यादि उदाहरणानि वयं दृष्टवन्तः. अधुना नूतनसूत्रं प्रति सरेम. कृण्यप्रतियत्ने कृण्यप्रतियत्ने. उमा भगिनी पठति वा? पठामि. प्रतियत्ने कृण्यधातोः कर्मणि शेषे षष्टिः स्यात् गुणाधाने. सतः गुणान्तराधानं प्रतियत्नः. प्रतियत्नः नाम गुणाधानम्. ऐ डोण्ट् अण्डर्स्टाण्ड् एनिथिङ्ग् दिस्. अर्थात् नूतनगुणस्य उत्पादनम्. ओके, नूतनगुणस्य उत्पादनं. कृण्यः षष्ट्यन्तं, प्रतियत्ने सप्तम्यन्तं, षष्टिशेषे इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः. अधिगर्थदयेषां कर्मणि इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं कृण्यः प्रतियत्ने कर्मणि शेषे षष्टि. कृण्यः इस् इट्स् धातु. धातोः कर्मणि शेषे षष्टि स्यात् गुणाधाने. That is nūtana gunasi utpādanam. What is the meaning? I don't understand properly. Krinya. Samyakavakashami. Tatra krinyaha iti dātu. Kriyam sūcayati. Kriya. In the form of kriya, there are many attributes of kriya which can happen. That is, I think there are shashtavida effects of kriya. In the nyaya, if you look at it in the nyaya, there are five ways, you know. That is, ukshepana, apakshepana, kunjana, prasarana, gamanani, iti pancha karmani asti nyaya shastra. But there are gunadhanam api tatmin jojitva shashtavida karmani bhavanti. इत्युक्ते देर् आर् डिफ्रेण्ट् वेस् इन् विच् क्रिया इस् बीन् केटगरैस्ड् इन् वन् आफ् द वर्क् ईस् गुणादानं. बै डूयिङ्ग् एन् एक्षन् ए क्वालिटि ईस् इम्बैब्ड् इन् टु ए सब्स्ट्राटम् आर् ए वस्तु. देट् aspect, in that aspect, if the kriñ dhatu is used, then pratyatne is the, pratyatne ityukte gunadana. That is what is that sutra says. Kriñ dhatu pratyatne, pratyatne karmani vivakshayam sheshe shashti samas, vidiyade shashti, tatra shashti vivakti bhavati. Natu samasa. Oh, so samasa will not happen when kri dhatu is used in the gunadana gunadana arthe. किन्तु नूतनगुणस्य उत्पादनं सूचयति. थैंक यू, ऐ अण्डर्स्टुड् नौ. रेडी फार् देम् अनुवर्तिसहितसूत्रं वदतु. ओके, कृण्यः प्रतियत्ने कर्मणि शेषे षष्ठी. कृण्यः धातु प्रतियत्ने, दट् इस् इन् द नूतनगुणादेश गुणाधान उत्पादने, न गुणाधान अर्थे उपयोगितः अस्ति चेत् कर्मणि शेषे षष्ठी डस् नाट् अप्लै हियर्. शेषे षष्ठी सूत्रं षष्टि भवति भगिनि. कृञ प्रतियत्ने कृञः धातोः गुणादाने कर्मणि विवक्षायां शेषे षष्टिसूत्रेण षष्टिविभक्ति भवति. किन्तु प्रतिपदाविधान प्रतिपदासंविधान षष्टिः अस्ति कृत्वा तस्य समासः न भवति. सो वन् सेकेण्ड्, ऐ विल् रिपीट् अगेन्. कृञ् धातु इफ् इट् इस् यूस्ड् इन् दि प्रतियत्ने अर्थे, देन् षष्टि कुत्र आगच्छति? षष्टि विभक्ति तत्र कर्मण षष्टि भवति न, कर्तृपद कर्मणस्य कर्मणपद कर्मपदस्य षष्टि भवति. एतोदकम् उपस्करोति इति अस्ति न, तत्र एतोदकस्य उपस्करणम् इति भवति. Okay, I will read that also. So, yeah, read yeah, that also. यथा एधोदकस्य उपस्करणम् अर्थात् इन्धनं जलस्य शोधकं, दट् इस् प्यूरिफयर्. इन्धनं जलस्य शोधकम्, ओके. एधोदकम् इति शब्दस्य द्वेधा विभागः शक्यते. प्रथमः मार्गः अस्ति एधस् इति शब्दसकारान्तः नपुंसकलिङ्गः लङ्गे लिङ्गे अस्ति, फ्यूयल् इन्धनम् इत्यर्थः. दकशब्दः तु दशशब्दः उदकवाचि जलम् इत्यर्थः. अतः एधस् योगः दकम् एधोदकं फ्यूयल् अण्ड् वाटर् इति शब्दः निष्पन्नः भवति. So here edhodakasya, edhodakam, that is both indanam and water, when you join, then that becomes shashti. Yeah, edhodakam is a samastha padam. Edhodakam is a samastha padam. Right. Veda vibhagah shakyate pratamaha margaha asti. Oh, there is another type also. Edhas सकान्तनपुण्डकसिङ्ग फ्यूयल् इन्धनं, देन् दक शब्दः उदकवाचि जलम् इत्यर्थः. अतः एतस् योगः उदकं एधोदकं फ्यूयल् अण्ड् वाटर् इति शब्दः निष्पन्नः भवति. तत्र एधोदकम् इति एधोदकम् इस् नपुंसकलिङ्गं, तस्य षष्ठी स्वीकरोति, सो एधोदकस्य इति आगच्छति. आम्, तत्र एदस् इति ससजुषो रुः इति ऋत्वं देन् ऋत्वानन्तरं तस्य उत्त्वं भूत्वा ओकारः भवति एदोतकम् इति उषा भगिनी इस् इट् रैट् महोदय ऐ डिण्ट् हियर् वट् इस् दिस् महोदय एदस् एदस् तत्र सकारस्य ससजुषो रुः इति प्रथमं देन् ऋत्वं रेफस्य उत्त्वं भवति उत्तस्य धन् ओकारः भवति न ससजुषो रुः अण्ड् देन् हसि च हसि च हसि च हसि च ओन्लि हसि च सूत्रे उत्तमं भवति न बट् हसि च हसि च अनुवृत्ति फ्रम् द प्रीवियस् सूत्र न या दट् उत्वं या द उत्वं विल् कम् बट् ऐ जस्ट् वाट् टु सी द सूत्र अतोरोरप्लुता तप्लुते अण्ड् हसि च अतोरोरप्लुता तप्लुते आं महोदय या हसि च अतः बिकास् विसर्ग इस् प्रीसीडेड् बै अकार अतः रुः इट् बिकम्स् द रोहोः सो इट् इस् दि आफ् द रु अप्लुतात् अप्लुते बट् या दट् इस् अण्ड् देन् हसि च या दिस् इस् दकार इस् हश् आम् या हसि च या ओके सो दिस् इस् द एतोदकं हौ द मार्गद्वयं किमस्ति एकमस्ति सन्धि केवलसन्धि एतस् योगे दकम् इति द्वितीयमार्गमस्ति द्वन्द्वसमासं स्वीकुर्मः चेदपि एतोदकमेव भवति एदः इति शब्दः अकारान्तः या अकारान्तपुल्लिङ्गे अस्ति फ्यूयल् इन्धनम् इत्येव अर्थः उदकं तु जलम् इति इत्येव अर्थः अस्ति एदं च उदकं चेति द्वन्द्वसमासः ओके ओके ऐ गेस् यू केन् आल्सो यूस् दकं भगिनि दकशब्द एस् वेल् एस् दकशब्दः इस् उदकवाचि दट्स् वाट् इट् सेस् ऐ डोण्ट् नो उदकवाचि See, in the purva marga dakam is jalam ityarthe udakavachi shabdam asti krutva dakam use is the one which is used there edas has been used because of the sandhi the thing in the second marga it is used as udakam and edaha iti pullingam not edas iti बिकास् तत्र सुबन्धद्वयं भवितुम् अर्हति न द्वन्द्वसमासे सो एदः न एदस् इस् आल्सो केन् बि सेड् एदस् इस् एदः टु बट् देन् एदः प्लस् दकं देर् देन् या हसि च इत्यनेन एदोतकं भवति एदोतकं दट् टु ओकार इस् फ्रम् द हसि च ओन्लि या Yeah. In both the cases. But both the root is, one is Sandhi root and other is the Dvanda Samasa root. So you get Ayatotakam in either way. In either case, the same word Ayatotakam will come. Mahadhyaya, second form is only... The second case, it is Yedha Uho. So it's Guna Sandhi. Atrasya Vokaraha. Atrasya Sakarasya नास्ति तत्र द्वन्द्वसमासस्य प्रत्ययलोपः भवति न द्वितीयमार्गः No, yes. Mahodaya thinks that, I don't know dvandva samasa how to form that, but then like Mahodaya says it could be that supo dhatu pratipadika yoho ityane ne supo dhatu pratipadika iti pratyasya lobha bhavati pratipadika would be yeda only, so yeda and udaka together then edotakam is what form. No, there margah asti yedah iti shabdah akarantah pullinge asti parantu pratipadikam upyuktam na पुल्लिङ्गे अस्ति नो पुल्लिङ्गे अस्ति भगिनि या सो सुपो धातु प्रातिपदिकयोः देन् इफ् यु आर् ट्रैङ्ग् टु मेक् इट् एद एद प्लस् उदकं द्वन्द्वसमास देन् एनी समास देन् यु आर् गोयिङ्ग् टु यूस् दट् सुपो धातु प्रातिपदिकयोः इत्यनेन यु विल् टेक् अवे द प्रत्यय सुप्रत्यय correct. So dvandva samasa is edodakam shashti samasa shashti tatpurusha samasa edodak no tatra samasa na bhavati na bhavati na bhavati iti bhavati iti so there also they are only saying so you mean to say yeda is pratipadikam yedaha yeda pratipadikam yeda is pratipadikam no shabda mandiri anusrutya नपुंसकलिङ्गमस्ति एतः इति पुल्लिङ्ग अस्ति अकारान्तपुल्लिङ्गं देयर आर टू फॉर्म्स ऑफ इट पुल्लिङ्गस्य प्रातिपदिकं कः एद अकारान्तपुल्लिङ्ग लैक राम एद ओन्ली नो yeah like see if it is a pullinga then eda will be the pratipadikam yes. If it is napumsakalingam sakara will be the pratipadikam sakarantam okay eda shabda right eda shabda okay so there that it the sakara cannot come in the pullinga it is only eda eda shabda eda pullinga yeah that so is what usha bagini said no subodadu pratipadikayo iti suprathyase lobha bhavati एदा विल् बि एदा प्लस् उदकं तत्र अकार प्लस् उकार ओकार विल्कम् बिकास् नो इट् इस् ओन्लीं एदस् वि आर् नोट् ब्रिङ्गिङ्ग् एदस् एदा प्लस् उदकम् अकार प्लस् उकार ओकार नो इट् इस् एदा प्लस् इट् इस् गुणसन्धि अत्र डिफ्रेण्ट् सन्धि डिफ्रेण्ट् सूत्र उपयुक्तम् एकोदकस्य तत्तु ऋत्वम् आगच्छति युवर् वाय्स् इस् वेरि लो भगिनि मै वाय्स् ओके हौ अबौट् नौ इस् इट् बेटर् नो बेटर् ओके नो एदोदकस्य तत्र ऋत्वम् आगच्छति No, no. See, Pushpavagini, there are two. That, no, Pushpavagini, listen. Etotakasya upaskaranam is a different subject altogether. But the etotakam vakyam, shabdam, katam nishpannam bhavati, tasya krute marga dvayam asti. Napumsakalingam asti chet edas plus udakam asti. Yadi akaranda pullingam asti chet edaha plus udakam asti. Tatra, यदि नपुंसकलिङ्गम् अस्ति चेत् केवलं वर्णमेलने एव एतोदकं निष्पन्नं भवति यदि पुल्लिङ्गम् अस्ति चेत् तत्र द्वन्द्वसमासः भवति तत्तु द्वे अपि प्रथमाविभक्ति And why do you bring visarga there? Yedha is the pradipadikam. No? Pradipadikam, that is the, this thing, no? Plus udakam. आधिपतिकम् ओन्लि इट् जायिन्स् नो वित् उदक ऐ नो एदः एदः इति सुबन्धं सुबन्धेन सह सुबन्धं सुबन्धेन सह समस्यते न तत्र वि हाव् टु से वाट् इस् द सुबन्धं सुबन्धं मीन्स् एकवचनम् आ देर् फोर् एदः ओके ओके ओके दट्स् वै प्रति सुबोधादु प्रातिपदिकयो इति सूत्रेण प्रत्ययलोपं भूत्वा एदः इति प्रातिपदिकम् उदकम् इति प्रातिपदिकेन योजयित्वा एद उत् प्लस् उदकम् आद्गुण इति एतोदकं भवति एतोदकम् इति निष्पन्नं भवति तत्र But Maudi, we are not forming samasa there at all, right? Both the places. I also am also wondering why, what is this? Etodakam samasa asti, no? Uttar, dvandva samasa asti. Dvandva samasa. Satpurusha samasa na. In the dvandva marga dvandva samasa. Oh, dvandva samasa. It says that, yeah. Edam cha udakam cheti dvandva samasa. Oh, okay. Oh, okay. Okay. Then it is right, yeah. So one is Napumsaka Lingam, Edas. The other one is Edaha, Iti Akaranda Pullingam. Mm. In both the Napumsaka Lingam and Pullinga, the meaning is the same. Mm. Indanam, Iti Arthayasti. Indanasya, Upaskaranam Kritva, Jale, Gunadhanam Bhavati. Jale, Gunadhanam Bhavati, Iti Kritva. एतोदकम् इति कृत् प्रतियत्ने कर्मणि षष्टि शेषे षष्टि इति सूत्रेण भवति उदकम् इति कर्मपदस्य षष्टि भवति उदकस्य इति भवति एतोदकम् उपस्करोति इति अस्ति लटि तस्य उपस्करणम् इति इति कृत्योगे कृञ् धातु उपस्करणमिति कृञ् धातुतः उत्पन्नः अस्ति उपा इति उपसर्गः तत्र सकारस्य सम्परि पूर्व वाट् इस् दट् सूत्र समपरिभ्यां That is the sutra because of which the sakara etavat tishtati. Usarka, upaha, upaskaroti. So, what happens in Ayurveda is that they use special wood for boiling the water. Mm-hmm. That boiling of the water with that wood, the quality, the oil which is coming out of the wood in the form of fumes, is absorbed by the water. That is why the Ayurveda Prakriya etasya upaskaranam bhavati, vedotakasya upaskaranam. It's all amazing what they do. Yeah. How do you know all that? Beautiful thing. Anyway. Production of drugs themselves is an amazing stuff. Yeah. Mm-hmm. Ayurveda is very intricate and complicated also. Antima parichayam padatu umma bhagini. Vastutah. Umma bhagini. You are in mute. Yeah, exactly. वस्तुतः एधोदकस्य उपस्करणम् इत्यस्य कर्मीभूत एधोदकसम्बन्धि परिष्करणम् इत्यर्थः कृ इति धातोः कर्म अस्ति एधोदकम् कर्मणः अविवक्षायां शेषत्वेन विवक्षायां क्रीण्यः प्रतियत्ने इति सूत्रेण षष्टिविभक्तिः जायते परन्तु इयं षष्टि प्रतिपदविधानाषष्टि इत्यतः समासः न जायते सो दट् षष्टि कम्स् बट् देर् इस् नो समासः देर् एधोदकस्य उपस्करणं सो एधोदकं तस्य षष्ठी भवति सो एदोदकस्य देन् उपस्करणं प्यूरिफयर् सो एदोदकस्य उपस्करणम् अत्र षष्ठी आगच्छति किन्तु समासः न भवति. सम्यक् उषा उषा भगिनी फार् मै अण्डर्स्टाण्डिङ्ग् ऐ नीड् अ हेल्प् फ्रम् यू. ओके सी दिस् कर्मण अविवक्षा कर्मण विवक्षा शेषत्वेन दीस् वर्ड्स् आर् यु नो really becoming confusing for me sometimes. Where is the avivaksha, when it is the vivaksha, and karmana dvitiya bhavati va tritiya bhavati va shashti bhavati va, how do we differentiate between them? The way I understood Mahodaya, these all get all the pratipada vidhana shashti sutras get the anuvritti as shashti sheshe. Once I say shashti sheshe, shashti sheshe brings in the avivaksha. Because shashti sheshe has both sambandha shashti as well as avivaksha. Avivaksha ityanena, if I don't want to say it in that particular vibhakti, then I can say it in shashti. So that is the avivaksha. When I say karma avivaksha, then I don't want to express it as karma, then I will express it in shashti vibhakti. So since shashti seshe is going to be anuvritti for all the sutras under the shashti seshe, especially these eight sutras, all these eight sutras, they get shashti seshe, as well as this sutra also gets the karma from the, what is the previous sutra? अधिकर्तदयेषां कर्मणि अधिकर्तदयेषां कर्मणि इत्यनेन कर्म इति अपि अनुवृत्ति भवति. सो द नेक्स्ट् फ्यू सूत्रा सो द इफ् इट् इस् कर्म कर्म इस् कमिङ्ग् इन् अनुवृत्ति एस् वेल् एस् अविवक्षा इस् आल्सो कमिङ्ग् एस् अनुवृत्ति फ्रम् षष्ठी शेषे. So both coming as anuvritti. So when I have to use this sutras, the kriñyaha pratiyat ने आर् रुजार्तानां भाववचनानाम् अज्वरेः, इफ् ऐ हेव् टु यूस् एनी आफ् दीस् धातुस् देन् इट् आटोमेटिकलि बिकम्स् अविवक्ष इन् द कर्म विभक्ति. इफ् ऐ हेव् टु इफ् ऐ डोण्ट् वाण्ट् टु एक्स्प्रेस् इन् द कर्म द्वितीया विभक्ति, सो ऐ केन् एक्स्प्रेस् इट् इन् षष्टि विभक्ति. सो द कर्म दि आब्जेक्ट् शुड् बि एक्स्प्रेस्ड् एस् षष्टि विभक्ति. दिस् इस् वाट् ऐ अण्डर्स्टुड्. सो देन् वेरस् Kartrakarmano Kriti, there the karma and karta would be vivaksha. So since the avivaksha has been taken care of by the Pratipada Vidhana Shashti Sutras, but Shashti can also come in karma vivaksha also. That is taken care of by the Kartrakarmano Kriti, is what I understood. Okay, now let me put it in one way. Atra, कर्मणि शेषे षष्टि इति अनुवृत्ति अस्ति. ओके नौ इफ् कर्मणि इस् नाट् अनुवृत्ति, शेषे षष्टि अस्ति केवलं, तत्रापि षष्टि एव भवति, षष्टि विभक्ति भवति महोदय. बट् देन् कर्म द कर्म द अविवक्ष द षष्टि शेषे इस् अनुवृत्ति, सो इट् इस् कर्म इट्स् अविवक्ष avivaksha, but any karaka can be expressed as shashti is what I would understand. But because the karmani is coming from as anuvritti, then these dhatus in karma arthe becomes avivaksha, then that karma karma can be expressed as shashti, not other here other karmani karmani. No. Karmani says karma. Karma padam. Yeah. Karma is karmani vivaksha. Karmani. Karmani is indicating karma padam, which is karma becomes avivaksha. If karma becomes avivaksha, because karma and then avivaksha comes from seshe shashti. So karma becomes avivaksha, then रुजार्तानां भाववचनानाम् अज्वरेः कर्मपदं बिकम् षष्ठी विभक्ति. षष्ठी विभक्ति आल्सो कम्स् फ्रम् शेषे षष्ठी. शेषे षष्ठी ब्रिङ्ग्स् इन् अविवक्ष एस् वेल् एस् Shashti Vibhakti as well as Sambandha Shashti. So all three is brought by Seshe Shashti. And Karma is brought by the previous Sutra. When does the Tridhya happen? That is the Nyo Vidartasya Karane, right? The Karane, the Karana part, because Sarpishanyanam is what is should be said. But then Sarpisha, we don't want to say it as Sarpisha. So the Karma, the, what is that, the third case, Karana. Karana becomes the, Karana becomes Avivaksha. I don't want to say it as Karana. I will express it as Shashti. So I don't want to say Sarpisha Jnanam. It becomes Sarpishaha Jnanam in Shashti. So whenever you don't want to express in that particular reference, Vibhakti, you have to express it in Shashti. Yeah, that's it. Okay. Nice, thank you. And whereas the Kartrikarmano Kriti says, if it is direct Vivaksha, I want to express it as Vivaksha, but then also you can say it becomes, but if it is a Kridanta Padam, even it is Karma, it's Vivaksha also, you can say it as Shashti Vibhakti. So that is why they say Shashti Vibhakti can be expressed in so many ways, right? We say Shashti Vibhakti is used in everywhere. So that's why all these sutras are like, but Kridanta Padam Asti Chet Eva, there you can say Shashti. The Karma, even in Karma, if it is Vivaksha also, you can say it as Shashti. So whenever there is a Kridanta Padam Ityanena Karta Atava Karma, what do they say? It is along with the Kridanta Padam, it is Visheshana to Kridanta Padam Chet, we have to say it is Karma Vivaksha Asti. Whereas whenever Seshe Shashti comes as Anuvritti, then you know it is Avivaksha. Because when Vidyavini is explaining this, I'm getting confused in about it. That's why, because one is that the Karaka Prakriya Dattara Kritiya Bhavati Iti Karaka Sutra Masti Na Karanarte Kritiya. That is only for that sutra. What is that? Sarpisha Jnana Sutra. Nyo Vidartas. No. The previous sutra. Adhikasya. Nyo Vidartasya Karane. Yeah, Nyo Vidartasya Karane. Karane. Karana. So that sutra says for the Karana third case, if it is, has to be expressed as third case, I don't want to express it as a third case. I want to express it as sixth, it can be expressed as sixth case. Sarpisha iti na bhavati, I will say it as Sarpishaha Jnanam. So what these Pratipada Vidana is only for those dhatus. But Shashti Seshe says all over all the other dhatus, umpteen number of dhatus are going, can be expressed as Shashti Vibhakti along with Lati Vakya and all that, with the Lati, you can say it as Shashti. For all the dhatu, Shashti Seshe makes it all like Karma, whatever Vivaksha, other than these Pratipada Vidana Sutras, so many, all the dhatus can be expressed in all the Vibhaktis, in anything as Shashti. So okay, Shashti, so let me categorize the whole thing into two categories. One is Kridanta Yoga, Sheshe Shashti, in Kartra Karmano Kriti, that becomes one root. And Kartra Karmano Kriti root I am not taking. Kartra Karmano Kriti doesn't bring in Sheshe Shashti. Oh, Sheshe Shashti may come. Yeah. Sorry, Maudhya. Go ahead. Yeah. Then if I am not going in that root of Kartra Karmano Kriti root, I have the Pratipada Vidana Shashti Sutras, which are Sheshe Shashti coming. And there the Kartkarane Adava Karmani Shashti, whichever is Vidanam Bhavati, Tasya Sutra Dharena Shashti Bhavati. Tatra Samasa Vina Bhavati. Into, if I am going to Sheshe Shashti, Kartra Karmano Kriti root, there Kartra Karmano Kriti, iti Shashti Vidanam Bhavati, both for Karta and Karma, but कर्मणि च सूत्रं सेस् दट् कर्मपदस्य षष्ठी भवति चेत् तत्र समासः न भवति न उभयप्राप्तौ कर्मणि इत्यनेन वि एक्स्प्रेस् वेन् कर्ता अण्ड् कर्म हेस् दि अन्वया वित् द कृतन्तपदं देन् वि वुड् से फर् वेन् कर्ता अण्ड् कर्म हेस् अन्वया देन् वि ओन्ली एक्स्प्रेस् द कर्म अस् षष्टि देन् उभयप्राप्तौ कर्मणि अण्ड् देन् कर्मणि च इत्यनेन समासः न भवति बट् इफ् कर्ता इस् द ओन्ली वन् दट् हेस् द अन्वया वित् द कृतन्तपदं that has the relationship with the kritanta padam then I can make the samasa of the karta with the kritanta padam there is no rule okay. for now we there is one more so there I have one more doubt ubhaya prapto karmani iti karmana shashti bhavitam arhati right and that yeah. karmanah na karmani cha iti sutrena samasa nishityate but उभयप्राप्तौ कर्मणि हस वार्तिकं शेषे विभाषा इत्यनेन कर्ता अपि इत्यनेन कर्ता अपि षष्ठी भवितुम् अर्हति भवति इफ् इन् दट् केस् केन् द कर्ता मेक् ए समास द कर्ता दट् दे हेवेंट सेड सो फार इट केनाट् बी फॉर्म्ड सो ऐ थिंक सो फार मै अंडर्स्टैंडिंग इस् लैक् द वित् द कर्ता एंड दट पदम केन् बी देन वी केन फॉर्म अ समास सो कर्तृकर्मणो कृति इस् कर्तृपदस्य समासं भवितुम् अर्हति शेषे विभाषा इति वार्तिकेन अपि कर्तृपदस्य समासः भवितुम् अर्हति उभयप्राप्तौ कर्मणि इति कर्मणषष्टि भवति किन्तु न कर्मणि च इति सूत्रेण तस्य निषेधं भवति ओके ओके नौ इट्स् क्लियर् बिकास् यु नो when the may, words are being made, sentences are being made karmana avibhakshayam sheshatvena ubhaya praptau karmani all those things when it gets mixed up the logic goes into a six I'm not able to see the linear diagram of the process I think this is right what we discussed about. No, Mahodaya, but we have to keep on correcting our understanding as we go along. Anyway, let us read the Rujatanam Bhava, because that Sutra, Usha Bhagini Patasupati. Okay. Rujatanam Bhava Vachananam Ajvarehe. Rujatanam Dhatunam Bhava Vachananam Bhava Kartrikanam ज्वरीवर्जितानां कर्मणिकारके शेषत्वेन विवक्षिते षष्टिविभक्तिः भवति ओके सूत्रे भाववचनं नाम भावकर्तृकः इत्यर्थः यदि धातोः अर्थः पीडा इति अस्ति अपि च कर्ता भावप्रत्ययान्तः अस्ति तर्हि तादृशधातोः यत् कर्मकारकम् अस्ति तस्य शेषत्वेन विवक्षायां षष्टिविभक्तिः जायते ज्वर् धातुं वर्जयित्वा षष्टिशेषे इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः अधिगर्तदयेषां कर्मणि इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं रुजार्तानां भाववचनानाम् अज्वरेः कर्मणि शेषे षष्टि रुजार्तानां धातूनां भाववचनानां भावकर्तृकाणां ऐ डोण्ट् नो हौ टु से दट् भाववचनानां ऐ थिंक भाववचनानां इस् द पर्याय फॉर भावकर्तृकाणां सो भावः एव कर्ता अस्ति भावः एव कर्ता द क्रिया एव कर्ता अस्ति चेत् दट् इस् भावकर्तृकः रोगः रुजति ओके देन् इमीडियट्लि वि वेण्ट् टु दट् स्टेट्मेण्ट् ओके भाववचनं नाम भावकर्तृकः इति भावः एव कर्ता. ओ दट्स् वाट् ऐ शुड् रिमेम्बर्. भावः एव कर्ता. भावः मीन्स् क्रिया, दट् आक्षन् अलोन् इस् द कर्ता. रुजा दट् पी दट् पीडनम् ऐ गेस् रुजा इस् वाट् इस् ऐ रीड्. यदि धातोः अर्थः पीडा इति अस्ति अपि च कर्ता भावप्रत्ययान्तः अस्ति तर्हि तादृशधातोः यत् कर्मकारकम् अस्ति तस्य शेषत्वेन विवक्षायां षष्ठी विभक्तिः जायते. सारि महोदय, ऐ हेव् टु रीड् इट् अगेन्. यदि धातोः अर्थः पीडा इति अस्ति, ओके, इफ् द धातुस् अर्था इस् पीडा, देन् अपि च कर्ता भावप्रत्ययान्तः अस्ति. सो कर्ता इस् दट् इस् वाट् ऐ डोण्ट् अण्डर्स्टाण्ड्. कर्ता इस् दट् इस् वाट् ऐ डोण्ट् अण्डर्स्टाण्ड्. कर्ता भावप्रत्ययान्तः अस्ति चेत् इतर कर्ता इस् चौरा न. नो नो, कर्ता इस् नाट् चौरा. नो नो, कर्ता इस् नाट् चौरा. कर्ता इस् दट् रोग. ओ रुजा, बिकास् या रोगः चौरं रुजति. दट् वास् ऐ रिमेम्बर् दट् वास् द लकि स्टेट्मेण्ट्. रोगः चौरं रुजति. सो चौरा दट् चौरम् इस् दि in this statement chauram is karma. The karma, yeah, karma. So roga is karma, the one that is rujati. Rujati is the pidanam. That so rujati is the pidanam action, but roga is the one karta. So ruja, then rujati I can make it as kridanta padam as ruja, right? Then roga chaurasya ruja iti bhavati, because chauram is कर्मणो कृति इति सूत्रेण चौरस्य भवति. चौरस्य भवति, या न नो चौरस्य न नो चौरस्य रोगः चौरस्य चौरस्य चौरस्य चौरस्य चौरं रुजति. तत्र चौरस्य रुजति चौरस्य रुजः इति कथं भवति? चौरस्य रुजा इस् बै दिस्. इफ् रुजार्थानां भाववचनानाम् अज्वरेः, ओहो नो नो नो, इफ् ऐ से रुजा देन् इट् बिकम्स् कर्तृकर्मणो कृति इत्यनेन. बट् इफ् ऐ से चौरस्य रोगः चौरस्य रुजति, रुजति इति इफ् ऐ इफ् ऐ से रुजति. उषा भगिनी, उषा भगिनी, लेट् अस् स्प्लिट् इट् इन्टु टु आस्पेक्ट्स्. ओके, रोगं रुजति, चोरं रुजति. सो रोगः चौरं रुजति, या रोगः चौरं रुजति. तत्र चौरं रुजति इस् वन् वर्ड्, नाट् वन् वर्ड् महोदय. नो नो नो, वन् ग्रूप्, वन् ग्रूप्. चौरं रुजति इस् वन् ग्रूप्. ओके, देन् वेन् इट् इस् बिकम्स् रुजः रुजा, रोगस्य रुजः इति भवति. नो चौरस्य, no, I'm taking chaurasya at that time out. There okay. are two, both chaurasya, rogasya, rujaha is the final okay. statement. Okay, okay. To come to that, we have to understand both the shashti, how it is coming from. Oh, okay. Where okay. it is coming okay. from. Okay. So, rogaha, choram, chauram, rujati, iti, lati. Okay. Then, chauram, rujati is one group, and okay. rogaha, rujati is another group. Okay. Okay. In this two way, we split them both separately. Okay. Okay. Now, if rujati gets replaced by ruja, so we have two statements. Chauram and ruja is one side. Rogaha and ruja is the other group. That's right. Okay. Okay. Right. Now, chauram, ruja, in that case, chauram is a karma. Karma avivakshayam. That the chaura becomes chaurasya. So chaurasya ruja is one group. Okay. In the second one, rogaha ruja, in that group, roga becomes rogasya due to rujartana bhava vachanayoha achyure iti sutrena. रोगस्य षष्टि भवति. रोगस्य becomes shashti because of pratipadaka shashti, whereas in the karmana avivakshayam choram becomes chorasya is a karmana avivakshayam karmapadasya shashti vividharam bhavati. महोदय, दिस् सूत्र रुजार्थानां भाववचनानाम् अज्वरेः सेस् कर्म बिकम्स् कर्म अविवक्षा रुजा धातु भाववचन अस्ति चेत् देन् इट् बिकम्स् षष्ठी विभक्ति, रैट्? वेन् रुजार्थधातु वेन् इट् इस् भाववचन अस्ति चेत्, भाववचन मीन्स् भावः कर्ता अस्ति चेत् रुजा विल् नेवर् बिकम् षष्ठी, नो, दट् इस् फोर् श्यूर्. नो, रुजा इस् नाट् बिकमिङ्ग् षष्ठी. या, भावप्रत्ययान्तम् अस्ति. रुजा इस् भाव कर्तृगम् न, भावकर्तृगः न. नो नो, हियर् रुजा इस् भावकर्तृगः. विच् इस् भावकर्तृगः पदम्? भाववचनं पदं भावकर्तृपदं. हियर् इस् रोगः, महोदय. ओके, रोगः इस् द भावकर्तृकपदं बिकास् इट्स् रोग इस् द बिकास् आफ् द डिसीस्. द डिसीस् इस् कासिङ्ग् द पीडनं, रैट्? रैट्. सो द रोग इस् द कर्ता, इस् द एक्षन्, इस् दि भावः, दट् इस् दि एक्षन्, दट् इस् द भावः. सो रोगः रुजति भाव, दट् इस् द भावकर्तृ. ओके, सो भावकर्तृकस्य षष्ठी भवति रुजर्तानाम् इति सूत्रेण. सो रुज् इस् द भावकर्तृक धातु देन्? नो, रुजा इति कृतन्तं, दट् इट् इस् बिकास् दट् इस् द निमित्तं फोर् एवरिथिङ्ग्. Okay. In either case, the nimittam is the kartrupada, kriya, kridantam, ruja iti kvipantam, tap iti strilingam yojaitva, ruja iti bhavati. Okay. Kvip asti kritva, that sarvabahari pratya asti kvip. So, ruj plus tap, ruja iti bhavati. Ruja, okay. Okay, that is the kridantam, which is unchanging in all conditions. But okay, that is the trigger, nimittam, sarva, निमित्तस्य कारणं रुजा इति पदमेव. पीडार्थे अस्ति, न तु ज्वरार्थे अस्ति इति कृत्वा सम्पूर्ण निमित्तस्य स्वरूपं भवति रुजर्तानां भाववचनेव ज्वरे इति सूत्रस्य कृते. देयरफोर रुजा इस् गिविङ्ग् षष्ठी टु भावकर्तृपदं रोगः. ओके, देयरफोर रोगस्य रुजा इति भवति. Okay. In the karmana avivakshayam, choram iti karmapadasya, shashti vibhakti bhavati, ruja iti kridantam, sheshe shashti iti sutra adharena, karmanaha avivakshayam, chora iti chaurasya bhavati. Choram iti chaurasya bhavati. Okay. So both are applied in that chaurasya rogasya ruja iti vakye. But kevalam, if we are using rogasya rujaha, then it only rujartanam bhavavachane majvare iti sutra meva karyam karoti. Okay. Because chora, we are not talking about to whom it is. That chaurasya, there is no need of using the word chaura there. Somehow, I would say chaurasya rujati, that is the one the karma rupena vaktum na ichati, so I can say chaurasya rujati, that is the one rujartanam bhava vachananam ajvare rogah rojasya rugartanam bhava vachanam ajvare iti is only relation between rogah and ruja. Chaura is nowhere connected with the bhava vachanam. No, but karmani shashti, karmani eva avivakshayam shashti, right? Ah, that is karma padam kim asti, chauram asti, na? Yeah, chauram, so that means the one given chauras. Chauram rujati, chauraha, rogaha, chauram rujati is asti. Yeah, so the chauram, right? Now I don't want to express it as karma, so I will make it as karma avivaksha, so chaurasya shashti vibhakti. Ah, right, that is correct. But okay, rujartanam iti sutram kutra karyam karoti? this is where the chaurasya rujati, that is where chaurasya rujati is coming when the sheshe shashti din tatasya. See, in the anurti saida sutra kimasti rujatanam bhavavachananam achure karmani sheshe shashti. There, if we do the dalavasartakyam, when we do it, that there is rujatanam bhavavachananam achure is the one dalam, karmani is another dalam, sheshe shashti is the third dalam. Okay. Right? Okay. In the rujatanam bhavavachanam achure is indicating rogaha, iti shabdam. In the presence of ruja iti dhatu. Okay. Okay, so, Mohdaya. You have rogaha and one word, choraha, in another word. Another word. There are two words, rogaha and choraha. Now, okay. Rujaha is rujati arte, rogam rujati iti arti arta. Rogaha rujati. Rogaha rujati. Rogam rujati. Yeah. Right. The other one is choraha, choram rujati. There is another part. So, okay. Rogaha becomes a karta for rujata kriyayam and karma bhavati chora. Uh-huh. So, karma avivaksha, now, I want... Karma avivakshayam, chora becomes chaurasya. Yeah. Let us remove chora from the picture. He got the shashti, you put the hat on him and move him out. Yeah, that then is now the remaining sutra is done. This sutra or Sheshe Shashti sutra is done? No, Karmani Sheshe Shashti. Yeah. Karmani Sheshe Shashti together is what gave Chauram as Chaurasya. No, that is Karmana Avivakshayam. Karmana Avivakshayam. Shashti Bhavati. Chaurasya Avivaksha Bhavati. But Rujarsanam Bhava Bhajanam, that is Bhavakatra Padasya, Rogasya, Shashti. प्रतिपदविधान षष्टि भवति. दिस् आर् आल् अण्डर् प्रतिपदविधान. द होल् सूत्र इस् अण्डर् प्रति. सो देन् यु आर् सेयिङ्ग् देट् बोत् चौरस्य एण्ड् रुज रोगस्य बोत् गेट् षष्टि बिकास् आफ् रुज. नो महोदय, ऐ डोण्ट् नो. ऐ ओन्लि अण्डर्स्टाण्ड् फर् द कर्मणि फर् द चौरस्य चौरं बिकम्स् चौरस्य रुजति. चौरस्य रुजति इस् भाववचन, इस् इट् ड्यू टु भाववचनम् और् कर्मणि शेषे? वाट् आर् सेङ्ग्? चौरस्य बिकेम् चौरस्य गोट् अ षष्टि बिकास् आफ् भाववचनम् और् कर्मणि शेषे? You know, it's all together, Mahodaya. That's what I understood. Chaurasya Rujati became, Chaurasya, it came because of, Rujati is like in that artha, Rogaha Rujati, Rogaha Chauram Rujati iti krite, Rujati iti Rujartanam asti, and Rogaha iti Bhava Vachananam asti, Ajvarehe api asti. So the karma, the Chauram, becomes karmani, the karmani becomes shashti vibhakti bhavati by karmani sheshe shashti. Karmani sheshe shashti is even will become shashti even if it is not ruja. If any kridantam chaurasya will become shashti na kartra karmano kriti idi uve prapto karmani. Avivaksha, it becomes vivaksha. Yeah, vivakshatvena shashti bhavati. Yeah. Right. So, that is that. But here we have got one is that karmani shashti bhavati and bhavakartraganam adva bhavavachanam api shashti bhavati. So, there are two shashti which is being defined by this sutra or one shashti? By this only one shashti. That's what I understood. I don't know. So whether yoga will get shashti or chaura will get shashti? Here, by this sutra, chaura. Chaura will be the only one that gets the shashti. But if I am saying that if rujartanam bhavajanam ajvare sutram, if I am applying to that sentence, I should use only rogaha chaurasya ruja iti. Yes. बट् रोगः चौरस्य रुजा इफ् ऐ से विवक्षा कर्म विवक्षा अस्ति चेत् देन् उभयप्राप्तौ कर्मणि इत्यनेन देन् रोगेण चौरस्य रुजा भवति उभयप्राप्तौ कर्मणि देन् कर्म बिकम्स् मै विवक्षा सो ऐ केन् एक्स्प्रेस् इट् इन् षष्टि सो इट् बिकम्स् रोगः चौरस्य रुजा आर् then is not rogaha, you can also say it as rogena chaurasya ruja. Rog, it cannot be rogaha, it can be rogena chaurasya ruja. Then seshe vibhasha ityanena rogasya api bhavitum arhati. So rogena adava rogas athava rogasya chaurasya ruja iti bhavati. Then karmanicha ityanena chaurasya ruja ityanena samasaha na bhavati. बट् रोगस्य रुजा इत्यनेन समासः भवितुम् अर्हति रोगरुजा सो यु मीन् टु से रुजस्थानां भाववचनाम् अज्वरे इति सूत्रेण केवलं चौरस्य रुजः इति षष्टिविधानं भवति वा या दट्स् वाट् मै अण्डर्स्टाण्डिङ्ग् महोदय इट् कुड् बि राङ्ग् बट् सम्वेर् ऐ रिमेम्बर् रैटिङ्ग् चौरस्य रोगस्य रुजा ऐ डोण्ट् नो वै ऐ रोट् देर् सो ऐ डोण्ट् नो अत्र उदाहरणम् अस्ति चौरस्य मीनिङ्ग् चौरस्य इस् आफ् द थीफ् रैट् ओके सो चौर इस् बिकम् चौर ओके रुजार्थानां इस् रोग रुजा नो रुजा इस् द धातु विच् प्रोड्यूसस् द पीडनम् पीडनम् ओके या ओके रुजा तन् चौरस्य रोग हियर् इट् इस् देर् न यथा चौरस्य रोगस्य रुजा चौरस्य रोगस्य द्वारा चौरस्य पीडा इति अर्थम् अस्ति रोगस्य द्वारा रोगस्य द्वारा या चौरस्य या रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति ओ देर् इस् अ Oh, they have given, maybe we should read this and see, Mahodaya. Yeah, Chaurasya, read that, Mahodaya. Okay. Yata chaurasya rogasya ruja. Arthat rogasya dwara chaurasya peeda. Okay. So the roga, the disease had caused the peeda for the thief. Ruja ityasya arthaha peeda iti. ओके रुजा इत्यस्य अर्थः पीडा इति पीडायाः कर्ता अस्ति रोगः ओके द डिसीस् इस् बादरिङ्ग् हिम् ओके रोगः इति शब्दः रुज् इति धातुतः भावार्थे घञ् प्रत्ययं योजयित्वा निष्पन्नः घञ् प्रत्ययं योजयित्वा निष्पन्नः अतः रुजा इति शब्दः भावकर्तृकः सो रुजा इस् द वन् दट्स् भावकर्तृकः अर्थात् भावः कर्ता यस्य सः भावकर्तृकः भावः कर्ता यस्य सः सो दट् इस् बहुव्रीहि कैण्ड् ओके रुज् इति धातुः भावकर्तृकः भवति यतोहि तस्य कर्ता रोगः इति अस्ति सो रुज् इति धातुतः भावकर्तृकः भवति यतोहि तस्य कर्ता रोगः इति अस्ति सो द roga is the one that is causing the peeda so that is so the ruj ruj iti dhatu bhava kartrikah bhavati yato hi tasya karta rogah okay poof so many complicated complications yeah bhava kartrikasya rujartaka dhatoho karma asti chauram okay भावकर्तृकस्य रुजार्थकधातु धातोः कर्म अस्ति चौरम् सो वी हेव् वन् थिङ्ग् इन् द प्रीवियस् पेराग्राफ् कर्ता हेस् बीन् डिफैन्ड् बै द काम्प्लिकेशन्स् वाट् एवर् काम्प्लिकेशन्स् बै अनदर् नौ शी इस् रिफरिङ्ग् टु कर्म इन् द सेकेण्ड् पेराग्राफ् सो रोगः इस् द कर्ता देर् भावकर्तृकः भवति रुज् धातुतः भावकर्तृकः भवति यतोहि तस्य कर्ता रोगः इत्यस्ति भावकर्तृकस्य रुजार्थकधातोः कर्म अस्ति चौरम् तादृशकर्मणः शेषत्वेन विवक्षायां षष्ठी भवति रुजार्थानां भाववचनानाम् अज्वरेः इति सूत्रेण सो चौरस्य इत्यनेन एव रुजार्थानां भाववचनानाम् इत्यनेन षष्ठी भवति. रुज् धातोः कर्ता अस्ति रोगः, तस्य कर्तृकर्मणोः कृति इति सूत्रेण षष्ठी जाता. ओके, दिस् इस् वाट् ऐ वास् टेलिङ्ग्. सो रोगः बिकम्स् षष्ठी विभक्ति ओन्ली बै कर्तृकर्मणो कृति, नाट् बै रुजार्थानां भाववचनानां. रुज् धातोः कर्ता अस्ति रोगः, तस्य कर्तृकर्मणोः कृति इति सूत्रेण षष्ठी जाता. रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृकः कर्मीभूतचौरगता सन्तापादि पीडा इत्यर्थः. रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृकः, रोगकर्तृकः कर्मीभूतचौर, कर्मीभूतचौरगता सन्तापादि इत्यर्थः. अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः. This is going all over the place. उषा भगिनी, प्रथमपरिच्छेदं किं वदति? चौरस्य रोगस्य रुजा, ऐ केण्ट् एक्स्प्लेन् इट् इन् संस्कृत. चौरस्य रोगस्य रुजा अर्थात् रोगस्य द्वारा चौरस्य पीडा. ऐ मीन् ऐ डोण्ट् नो इफ् ऐ केन् आड् एनी मीनिङ्ग् टु वाट् वि अण्डर्स्टुड् बिफोर्. चौरस्य रोगस्य रुजा इति गिवन् अर्थात् रोगस्य द्वारा चौरस्य पीडा. सो दोगेण रोगस्य द्वारा चौरस्य पीडा रुजा रोगस्य षष्ठी. Yeah, because you don't want to use tritiya, so you use chaurasya rogasya. Yeah, I have got one more doubt, maybe very basic. What is the difference between that karakam and vibhakti? See, every karaka vibhakti has got the name, no? Kartra karakam, karma karakam. Yeah, that's the same thing. Bhagini, karaka is like where they define kartru, karta, atava karma, atava all that, right? Vibhakti, then you would say prathama vibhakti, dvitiya vibhakti and all that. Only name given. Yeah. No, Umma Bhagini, the best way to remember is that there is a sutra called Anabhihite, means Anukte. Right? So what does it say? That vibhakti is the uktartham. If wherever uktartham asti there, you know, अपादाने उपादाने अधिकरणे आल् दोस् थिङ्ग्स् आर् उक्तकर्मण कमण्डर् अनभिहिते. अनभिहिते मीन् अनुक्त्वा. इफ् द कर्म इस् नाट् उक्त्वा देन् इट् बिकम्स् अनभिहिते. अनुक्तकर्मणि विल् बिकम् देट् देट् टैम् वाट् आर् द पासिबिलिटि यू केन् यूस् फार् द सेम् शब्द अदर् देन् द्वितीय इस् वाट् इस् काल्ड् अनुक्तकर्मणि. अनुक्तकर्मणि षष्ठी भवितुम् अर्हति. अनुक्तकर्मणि षष्ठी भवितुम् अर्हति. अनुक्तकर्मणि सर्वदा द्वितीय एव स्यात्. अनुक्तकर्मणि इदानीमेव अत्र कारकविषये अनुक्तकर्मणि द्वितीया अनुक्तकर्मणि द्वितीया चलन्ति एव. इफ् इट् एनिथिङ्ग् इस् स्पेशलि उक्ता उक्ता अस्ति चेत् तत् उक्तार्थं भवति फार् द शब्दम् एनिथिङ्ग् दट् इस् उक्ता बै द प्रत्यया गिवन् डिफैन्ड् बै द प्रत्यया विल् बि प्रथमा विभक्ति then it will be abhihita if it is not ukta by the pratyaya then it will be expressed in its vibhakti karmani karma or karana or original vibhakti upadana abadana adhikarana ityadi but when that is not in the original vibhakti it takes shashti it can take shashti that's the sutras we are talking under okay. anything can be expressed shashti is a big umbrella umbrella full of full of like confusion confusing everybody so idogah iti shabdah ruj iti dhatutah bhavarthe ghai pratyayam yojayitva nishpannah both rogah and ruj is coming from the same dhatu ruj one is gayandam and you get rogaha if it is krip and tap then you get ruja okay so both are kritanta padam yes rogaha iti shabdah ruj iti dhatutah to the ruj dhatu I add the ghai pratyaya then it becomes roga तत्र रोगः इति कर्तारं सूचयति रोगः गयन्तम् अस्ति कृत्वा कर्तारं सूचयति कर्तरि अस्ति न गयन्तम् रुजा इति भावार्थे अस्ति रुजा इति भावार्थे अस्ति अत्र अत्र दातु रुज् इति दातुतः भावार्थे गयन्तं प्रति गय इस् नार्मलि कर्तरि बट् भावार्थे अपि भवति सूत्र फोर् दट् बहुलत्वं सो घै पारवार्थे अपि भवितुम् अर्हति ओ ऐ से ओके घै मोस्ट्लि ऐ थाट् वुड् बि कर्तरि या बट् सी दिस् इस् वै तद्धितप्रत्ययास् ऐ गोट् सो मेनि अपवादास् देर् आर् सम् 451 सूत्रास् अपवादास् ओन्ली इन् द तद्धितप्रत्यय So, rogaha iti dhatu, this is not taddita, Mahodaya, is it? Rogaha... Ghai prati... Kridanta padam, kridanta padam. Yeah, it is kridanta padam, not taddita anta padam. It is ghai anta, yeah. Ghai anta. Yeah, just like Ramaha, yeah, Ramaha is ghai. This, yes, rogaha is also like kridanta, ghai, yeah. रुजा इति शब्दः भावकर्तृकः रुजा या क्रीडनशब्दः सो इट्स् भावकर्तृकः इट्स् दि इट्स् डूयिङ्ग् दि आक्षन् ओके अर्थात् भावः कर्ता यस्य सः भावकर्तृकः सो सो हियर् रुजा इस् द भावकर्तृकपदम् ओके रुज् इति धातुः भावकर्तृकः भवति यतोहि तस्य कर्ता रोगः इत्यस्ति ओके अत्र प्रश्नस्ति मम प्रश्नः अस्ति भावार्थे गयन्तं कृत्वा तत् भावकर्तृका न भवति वा भावार्थे घञ् प्रत्ययं योजयित्वा किं भावार्थे गयन्तं प्रत्ययं योजयित्वा निष्पन्न रोगः इति शब्दः भावकर्तृका भवति वा अतः रुजा इति शब्दः भावार्थः इति भवति सो रोग शी डिफैन्ड् रोग शी डिफैन्ड् रोग वित् गयन्तप्रत्ययम् एण्ड् एण्ड् शी सेड् देयरफोर् रुजा बिकम्स् अ शब्द फार् भावकर्तृकः नो रुज् इति धातु भावकर्तृकः या बट् रोग आल्सो कम्स् फ्रोम् रुज् धातु रैट् सो बट् रुजा इति भावकर्तृकः उषा भगिनि दट् स्टेट्मेण्ट् रोगः इति शब्दः रुच् इति धातुतः भावार्थे घञन्तं प्रत्ययेन रोजयित्वा निष्पन्नः देर्फोर् भावार्थ विच् इस् द भावकर्तृका रोगः भवति वा रुजा भवति वा भावकर्तृकः ऐ वास् आल्सो थिङ्किङ्ग् रोगः रुच् इस् द भावकर्तृकधातु बट् रोग रुज् इति भावकर्तृकधातु भगिनि. रोगः इस् द कर्ता. बिकास् आफ् द रोगा द रोगा इस् द कर्ता कासिङ्ग् द रुजा द पीडनम्. अत्र समीचीनम् अस्ति रोगः. रुचि इति धातु भावकर्तृका भवति यतोहि तस्य कर्ता रोग इत्यस्ति. सो रुचि इति धातु भावकर्तृका भवति. सो मध्ये मे बी वि शुड् आस्क् दट् टुमारो टु भगिनि. Second parichedam kim asti? That I think that is simple, that we don't have much difficulty in that. Yeah, bhavakartrikasya rujartaka dhatoho karma asti chauram. See, bhavakartrikasya rujartaka dhatu rujartaka dhatoho karma asti chauram. Okay, that sentence is okay, but like previously like you were asking bhavakartrika. भावकर्तृक दट्स् वाट् वि आर् डिस्कसिङ्ग् रे. भावकर्तृक मीन्स् भावः एव कर्ता. भावः कर्ता यस्य सः भावकर्तृकः. दट्स् वाट् इट् सेस् रैट्. भावः कर्ता यस्य सः भावः. ऐ थाट् हियर् इस् भावः मीन्स् देट् विच् कासस् दि आक्षन्. सो द धातु इस् रुज् धातु. बट् now like Arvind Mahodaya says, I am also confused, why can't I say rogah iti shabdah ruj iti dhatutah bhavarthe ghai pratyayam yojayitva nishpannah atah it says ruja iti shabdah bhavakartrikah. So rogah is the karta, but ruja is the bhavakartrika padam. This is what that paragraph says. But then, भावः कर्ता यस्य सः भावकर्तृकः. सो रुजा इति शब्दः भावकर्तृकः. रोगः इस् दि आक्चुवल् कर्ता. रोग इस् अ कर्ता, चौरम् इस् अ कर्म, एण्ड् रुजा इस् अ क्रियासूचकम्. तादृशकर्मणः शेषत्वेन विवक्षायाम्. This is where the confusion still start. Seshatvena. No, seshatvena vivaksha means avivaksha. Because seshatvena, yeah, seshatvena means not the, so shashti seshe brings in sambandha shashti as well as avivaksha. Karaka avivaksha shashti. So if in this case, karma is the one that is because of rujartanam bhava vachananam ajvarehe gets karma as anuvritti, karma and shashti seshe. So seshatvena vivakshayam means avivaksha. Karma avivaksha bhavati chet rujartanam bhava vachananam ajvarehe iti sutrena karma shashti bhavati. अत्र कर्म इस् चौरं. सो चौरं बिकम्स् चौरस्य इति भवति. सो रुज् धातोः कर्तृपदं रोगा यथावत् तिष्ठति इफ् ऐ हेव् टु एक्स्प्रेस् ओन्ली बै रुजार्थानां भाववचनानां अन्वरेः इट् विल् बि रोगः चौरस्य रुजः. But if I can bring the Kartrikarmanoho Kriti also, because the next portion says कर्तृकर्मणोः कृति. देन् रुज् धातोः कर्ता अस्ति रोगः, तस्य कर्तृकर्मणोः कृति इति सूत्रेण षष्ठी जाता. रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृक कर्मीभूत चौरगता सन्तापादिपीडा इत्यर्थः. अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः. ओके. एंड देन आज as that we have not taken now vachyam we have that oh vartikam have we taken the vartikam no we have not done the vartikam okay okay we did we do the vartikam in the class no I don't no no we started but we said maybe we didn't do yeah we will have to do it again I think in the class ajvari santapyoho iti vachyam iti vartikam अज्वरि सन्ताप्योः ज्वर सन्तापि इति धातुभ्यां भावार्थे कृत् प्रत्ययं योजयित्वा ज्वरः सन्तापः इति द्वौ शब्दौ निष्पन्नौ भवतः. चौरस्य ज्वरः चौरस्य सन्तापः इत्यादिषु वाक्येषु ज्वरः तथा सन्तापः इति अनयोः शब्दयोः योगे शेषत्वविवक्षायां षष्टिविभक्तेः निषेधः क्रियते अनेन वार्तिकेन इत्यतः चौरशब्दस्य षष्टिविभक्तिः जायते षष्ठीशेषे इति सूत्रेण. सम्बन्धार्थे षष्ठी चेत् समासः अपि जायते येन चौरस्य ज्वरः ओके ऐ थिङ्क् लेट् विद्या भगिनी से इट् देन् ओके anything it's complicated and but see the problem is that the same dhatu is used for the kartrupadam and the kriya sujaka padam ruj dhatu ta eva rogaha and ruja both are coming one is gayanda rupam bhava gayanda rupam krutva rogaha bhavati द्वितीयमस्ति क्रियापदं सूचयति रुज् धातुतः क्युप् सर्पः सर्वावहारी भूत क्युप् चल अपगच्छति तदनन्तरं टाप् योजयित्वा रुजा इति भवति. सो तत् क्रियापदम् ईस् आल्सो फ्रम् रुज् रोगा ईस् आल्सो फ्रम् रुज् द ओन्ली थिङ्ग् विच् इस् गेटिङ्ग् पीडन इस् द चोर ईस् सपरेट् फ्रम् देट् anyway we hope Bhagini is repeating this again once more in today's class. If it's not understood very well she'll certainly do it again. Yeah okay dhanyavaad. I don't know Bhagini you missed the time or I was wondering why you asked me for the time and then you didn't join at the time. I thought it's 9:30 as usual. I don't know why my mind. Okay, yeah, okay. She sent me a note saying I know, at 8:30. It was 8 and then it was 9. There was too many confusion. But I'm glad you say asked. And oh, I thought Arna Bhagini maybe couldn't come. No, I asked no, for, but eight. I didn't come on time. Yeah, because in that way he asked me and so I clarified it. Then the Uma really had a confusion because that. I thought the change of time is like one, did not realize 1.5 hours. It was no, the difference in times that you put no, in. Because the time is standing in the beneficial way for you because you have moved forward, right? Yeah. It's not becoming late for you. Yes. So that is why I thought that we'll retain the time for the Indian time so that you for you also it is not a torture to come late and things like that. No, yeah, but I mean, now I know it's 8:30 not 9:30. Okay. Yeah, that's right. Yeah, that's on the problem. Yeah, 8:30 okay. Would be nice. That's yeah. That is the better. 9:30 is a little bit late. Yeah. Half the yes. time I'll be sleepy. धन्यवादः महोदय. धन्यवादः सर्वेभ्यः. नमस्कार.